सर्वेभ्यो नमः. गतवर्गे वयं भूतकालस्य अभ्यासम् अपि कृतवन्तः. तदेव तत्र कथारूपेण वयं तस्य अभ्यासं जातं. तत्र क्रोधपिशाचः इति कथां पठितवन्तः. तत्र प्रायशः प्रथम द्वितीय अपि तृतीयपरिच्छेदस्यापि पङ्क्तिशः दृष्ट्वा तृतीये पर्याये इति आरम्भं करणीयम्. अस्तु भगिनि, अस्तु भगिनि, अस्तु, समीचीनं. अस्तु, इदानीं तस्य पूर्वं किञ्चित् वदन्तु तत्र. उषा भगिनी, केवलं वाक्यद्वयम् अथवा वाक्यत्रयं कथायाः आरम्भः, तस्य विषये कः सन्दर्भः, इति वदतु. पूर्णकथा मास्तु, केवलं सन्दर्भः कथा, सन्दर्भः कः इति वदतु भगिनि. त्रयः जनाः वने विहारार्थं गतवन्तः. एक पिशाचः तत्र आगच्छति. पूर्णकथा नास्ति, केवलं सन्दर्भः किम् अभवत्, पिशाचस्य पूर्वं, पिशाच इदानीं मास्तु, तस्य पूर्वं केवलं प्रथमपरिच्छेदे किं भवति इति. अस्तु महोदय. श्रीकृष्णः बलरामः सात्यकी वनविहारार्थं गतवन्तः. ते मार्गभ्रष्टाः, कुत्र गन्तव्यम् इति ज्ञानं नास्ति. अतः घनं निबिडं घनं प्रविष्टवन्तः. रात्रि अभवत्. प्रायः एकं प्रहरं पर्यायरूपेण सात्यकिः जागरितः आसीत्. तत्र समीचीनं भगिनि, तत्र एकैकः अपि पर्यायरूपेण तत्र किम् एकः रक्षणं करोति, किं किम् अपि अन्ये द्वे सात्यकी रक्षणं निद्रां, अन्याभ्यां द्वाभ्यां निद्रं कुर्वन् अन्ये द्वे निद्रां कुरुतः. अस्तु, समीचीनं भगिनि. अस्तु, शुभा भगिनी किञ्चित् वदति वा अग्रे किं भवति इति. वाक्यद्वयं, महोदय, एकैकः एकप्रहरपर्यन्तं तत् किं रक्षणं करोति अथवा रक्षणं कर्तुं निश्चितवन्तः. यदा साच्यकैः प्रथमप्रहरे रक्षणं करोति, तदा तत्र एकः राक्षसः आगत्य मल्लयुद्धार्थं तम् आहूतवान्. तदनन्तरं द्वयोर्मध्ये तदा सात्यकी किं करोति, युद्धं करोति वा सः? आम् महोदय, द्वयोर्मध्ये युद्धं भवति, किन्तु सात्यके युद्धः भवति. सात्यकेः शरीरे बहवः युद्धार्थं युद्धेन बहवः क्षताः बहवः क्षताः जाताः. तदनन्तरं सः बलरामम् उत्थातुं न सम्यक् इति चिन्तयित्वा सः निद्राति. सः निद्राति, समीचीनं भगिनि, बहु समीचीनमस्ति. अस्तु, रघुपतिमहोदय, तत्र केवलं वाक्यद्वयमेव अस्ति, तदनन्तरं किं भवति? तदनन्तरं बलरामस्य पर्यायः, सा अपि तदेव करोति, मल्लयुद्धं करोति, परन्तु सा अपि सः जयं प्राप्नोति वा? जयं प्राप्नोति, सा अपि निद्रां करोति. सः अपि निद्रां करोति. अस्तु, समीचीनम्. अस्तु, अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र सात्यकिः मल्लयुद्धार्थं कृतवान् पिशाचेन, अपि बलरामः अपि युद्धं कृतवान् पिशाचेन. इदानीं द्वयमपि निद्रां कुर्वन्ति, द्वयमपि निद्रां करोति. इदानीं श्रीकृष्णस्य पर्यायः, श्रीकृष्णः किं करोति, हा श्रीकृष्णः किं करोति इति पश्यामः. अस्तु तर्हि तत्र भानुचेतनी महोदय, तत्र तृतीये पर्याये इति आरभ्य तत्र पठति वा, पठित्वा किञ्चित् वदति वा? आं महोदय, तृतीयपर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्. तम् पिशाचः मल्लयुद्धार्थम् आहूतवान्. कृष्णः कथम् एव युद्धं कर्तुम् आरब्धवान्. उक्तवान् च, भवान् बहु विनोदप्रियः इव भासते. मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन् इति. तदा पिशाचस्य बलं न्यूनं जातं, तस्य शरीरमपि सङ्कुचत् कृतम्. अन्ते सः छिल्लिका इव लघुशरीरः जातः. तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्. समीचीनं. इदानीं किं किम् अस्ति तत्र? प्रथमवाक्यद्वयं, वाक्यत्रयं वदतु महोदय तत्र. तृतीयपर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् महोदय. पर्याये सप्तमी महोदय, तृतीये पर्याये विशेषणं भवति. तृतीये पर्याये श्रीकृष्णः श्रीकृष्णः आगतवान्. किमर्थम् आगतवान् इत्युक्ते सुरक्षानिमित्तम् आगतवान्. अतः तत् इति किं महोदय? द्वितीयविभक्ति. द्वितीय निमित्तम् अस्तु. तत्र तत्र वयम् एतदपि अन्यत् रूपमपि तत्र भवति सुरक्षणार्थम् इति. सुरक्षणार्थम् आगतवान् अथवा इति. अस्तु अग्रे पठतु महोदय. तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्. पिशाचः कर्ता महोदय, किमर्थम् मल्लयुद्धार्थम् आहूतवान्? तम् इत्युक्ते तम् आहूतवान् श्रीकृष्णः. तं श्रीकृष्णमपि पिशाचः मल्लयुद्धार्थम् आहूतवान्. समीचीनं महोदय, अग्रे. कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान्. कृष्णः आरब्धवान् किम् आरब्धवान्, किं कर्तुम् आरब्धवान्, युद्धं कर्तुम् आरब्धवान्. कथं युद्धं करोति सः? तत्र शत्रन्तरूपं तत् केवलम् एकवारं हसति इति न, तद् इदानीमपि सः हसन् एव तद् युद्धं युद्धं करोति सः. हसित्वा इत्युक्ते महोदय इदानीं नास्ति, तस्मिन् समये सः हसति, तदनन्तरं न इति. किन्तु अत्र हसन् एव सः युद्धस्य आरम्भं करोति. हसित्वा हसित्वा इति सम्यक् भवति वा? तत् प्रयोगः अस्ति वा द्विवारं? हसित्वा इति कर्तुं शक्नुमः महोदय, किन्तु किञ्चित् अर्थभेदः भवति तत्र. अत्र हसनेव तत्र कार्यद्वयम् अस्ति. हसित्वा तत्र अहं पाठशालां गत्वा तत् किं भवति, गमनकार्यं प्रथमं, तदनन्तरम् अन्यत् कार्यं. गमनकार्यं न तत्र प्रथमं पाठशालस्य गमनं, पाठशालां पाठशालां प्रति गमनं, तदनन्तरं तत्र किं पाठं शृणोमि किमपि, तत्र पाठशालायां किमपि भवति, किन्तु प्रथमं गमनं तद् समाप्तं, तदनन्तरमेव अन्यत् कार्यं भवति. तत्र त्वान्तरूपम् इच्छामश्चेत् अत्र इत्युक्ते हि लाफ्ट् अण्ड् हि स्टार्टेड् टु फैट् इति नास्ति. तत्र तत्र हसन् कार्यं, तत् हस या क्रिया तत्र हसन् इति अस्ति चेत् तत् समाप्तं नास्ति. एवं भवति वा, यदा युद्धं करोति तदा एव सः तदापि सः हसति एव, तदापि सः हसति एव. तत्र क्रियाद्वयम् अवगच्छति, क्रियाद्वयं क्रियाद्वयम् एकस्मिन् समये भवति. अस्तु महोदय, धन्यवादः. तत्र तत्र अहं बहुवारम् एतद् वदामि, अहं गायन् गच्छामि इति, अथवा बालकः पठन् निद्रां करोति इति तादृशं. तत्र कार्यद्वयम् एकस्मिन् समये भवति, कण्टिन्यूस् इति अस्ति. रघुपतिमहोदय समीचीनं वा? अस्तु, मधुसूदन महोदय नमस्कारः. इदानीं अस्तु महोदय, धन्यवादः. धन्यवादः. अस्तु मधुसूदन महोदय, पुटसङ्ख्या 88. शुभ भगिनी अग्रे पठितुम् इच्छति वा? आम् महोदय. उक्तवान् च भवान् बहु विनोदप्रियः इव भासते. श्रीकृष्णः वदति एवं, भवान् इत्युक्ते पिशाचः, त्वं भवान् बहु विनोदप्रियः इव भासते. भवान् विनोदप्रियः इति दृश्यते इति मन्ये. मम निद्राम् आलस्यं च दूरीकर्तुम् एव भवान् मित्रम् इव विनोदं कुर्वन् अस्ति. मम निद्राम् आलस्यं सः तस्मिन् समये रक्षणं कर्तुं तत्र तत्र सः अस्ति. पिशाचः मित्रम् इव तत्र आगत्य कृष्णस्य श्रीकृष्णः वदति. तत्र रक्षणसमये रात्रिः अस्ति, निद्रा भवति, आलस्यं भवति, किन्तु एषः पिशाचः तत्र आगत्य तस्य सहायं करोति इति, आलस्यमपि निद्रां दूरीकर्तुं तत्र विनोदं दूरीकर्तुं पिशाचः किं करोति? विनोदं कुर्वन् विनोदं कुर्वन् अस्ति. तत्रापि कुर्वन् इति शत्रन्तरूपं, हसन् इति यत् आसीत् तदेव अत्र कुर्वन् शत्रन्तरूपं. तदा पिशाचस्य बलं न्यूनं जातम्. तस्य शरीरम् अपि संकुचत् गतम्. संकुचत् इत्युक्ते किं? तत्र यावत् शरीरं पूर्वम् आसीत् तावत् शरीरम् इदानीं नास्ति. लघु भवति, लघु अभवत्. अन्ते सः झिल्लिका इव लघु शरीरः जातः. झिल्लिका इत्युक्ते कोऽपि वदति वा? न जानामि महोदय. क्रिकेट् महोदय, झिल्लिका इत्युक्ते क्रिकेट् कीटा बहु लघु इव भवति. लघुशरीरः जातः तस्य पिशाचः इति चिन्तयामः तस्य शरीरं तु बहु बृहत् भवति खलु, किन्तु इदानीं सः झिलिका इव अस्ति, लघुशरीरः जातः। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्। श्रीकृष्णः यदि उपरि उत्तरीयम् उत्तरीयं धरति वस्त्रम् अस्ति खलु, वस्त्रस्य अञ्चले अञ्चले इत्युक्ते अञ्चले बद्धवान् बद्धवान्। इदानीं पिशाचः श्रीकृष्णस्य अञ्चले अस्ति, बद्धः अस्ति पिशाचः स्वस्य इत्युक्ते श्रीकृष्णस्य स्वस्य उत्तरीयस्य। इदानीं सः पिशाचः तत्र अस्ति। अस्तु समीचीनं भगिनि। हा अस्तु, अग्रे उषा भगिनी पठति वा? आं महोदय। प्रातः यदा ते प्रस्थिताः तदा सात्यकीः बलरामः च पिशाचेन सह रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ। तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ। श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान्, उक्तवान् च, एषः अस्ति क्रोधपिशाचः, एतस्य प्रकृतिः एषा अस्ति, प्रत्युत्तरदानेन एषः वर्धते उग्रतां च प्राप्नोति, किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति। क्रोधपिशाचस्य स्वरूपं तदा जातवन्तौ ज्ञातवन्तौ सात्यकी बलरामौ। यदा तत्र प्रातः इति आरभ्य तत्र वाक्यत्रयं वदतु भगिनि, वाक्यद्वयं वदतु भगिनि तत्र। प्रातः यदा ते प्रस्थिताः तदा सात्यकीः बलरामः च यदा ते इत्युक्ते ते प्रस्थिताः इत्युक्ते गमनार्थं सिद्धाः सन्ति। वदतु भगिनि। शुभ भगिनि पुनः वदतु। न महोदय, तदेव। अस्तु, प्रस्थितः प्र उपसर्गः अस्ति तत्र। तदा सात्यकी अपि बलरामः तत्र ते इत्युक्ते के? यदा ते प्रस्थिताः ते इत्युक्ते ते के? ते प्रस्थिताः तदा सात्यकी बलरामः इत्युक्ते किम् अस्ति महोदय? ते इत्युक्ते सर्वे त्रयं, श्रीकृष्णः बलरामः श्रीकृष्ण अपि कृष्ण अपि तत्र बहुवचनम् अस्ति खलु, द्विवचनं नास्ति खलु, द्वौ नास्ति, द्वौ नास्ति खलु, प्रस्थितौ प्रातः यदा ते प्रस्थिताः प्रस्थिताः इति पदस्य वचनं किं? बहुवचनम् अस्ति, द्विवचनं नास्ति खलु, अपि सः तौ ते खलु, ते अपि ते प्रस्थिताः। श्रीकृष्णः सात्यकी बलरामः च समीचीनं। पिशाचेन सह रात्रौ सञ्जातस्य षष्टिविभक्ति मल्लयुद्धस्य षष्टिविभक्ति वर्णनं कृतवन्तौ। सात्यकी अपि तत्र लघुवाक्यं स्वीकुर्मः, सात्यकी बलरामः रात्रौ वर्णनं कृतवन्तौ तत्र क्रियापदं किं? क्रियापदमिव किमस्ति तत्र? कृतवन्तौ इति तत् नामपदस्य तत्र कृतवन्तौ इति भवान् भवन्तौ भवन्तः कृतः इति द्विवचनरूपं समीचीनं भगिनि. तत्र वर्णनम् इति कृतवन्तौ इति पदस्य कर्मपदम् समीचीनं. तत्र कस्य वर्णनं कृतवन्तौ ते रात्रि पिशाचेन सह मल्लयुद्धं कृतवन्तः. सात्यकी अपि बलरामः तस्य तस्य वर्णनं कृतवन्तः. मल्लयुद्धस्य वर्णनं कृतवन्तः. समीचीनं भगिनि. इदानीं तत्र सञ्जातस्य मल्लयुद्धस्य इति अस्ति, तत्र सम्बन्धः कः? सञ्जातस्य मल्लयुद्धस्य विशेषणविशेषम् मल्लयुद्धं कीदृशं मल्लयुद्धं सञ्जातं मल्लयुद्धं कदा सञ्जातं मल्लयुद्धं रात्रौ सञ्जातं मल्लयुद्धम् अपि इदानीं रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं तौ कृतवन्तौ सात्यकी बलराम च तौ कृतवन्तौ तस्य वर्णनं कृतवन्तौ. केन सह एतत् युद्धं अभवत्? पिशाचेन सह सञ्जातस्य मल्लयुद्धस्य वर्णनं तौ कृतवन्तौ. समीचीनं भगिनि. अस्तु अस्तु अग्रे. तेन सञ्जातान् शतान् अपि दर्शितवन्तौ. क्रियापदं किम् अस्ति तत्र? अपि दर्शितवन्तौ. दर्शितवन्तौ किं? दर्शितवन्तौ सात्यकी अपि बलरामः दर्शितवन्तौ. क्षतान् दर्शितवन्तौ. न किं किं किं दर्शितवन्तौ? क्षतान् दर्शितवन्तौ. कीदृशं कीदृशान् क्षतान्? बहवः शरीर तत्रैव अस्ति. तत्र क्षतान् पूर्वं किं? सञ्जातान् क्षतान् इति. तत्र क्षतान् कर्मपदमस्ति, सञ्जातान् अपि तस्य विशेषणम् अस्ति. इदानीं वदतु तत्र तेन इत्युक्ते केन? समीचीनं भगिनि. तदेव समीचीनं. मल्लयुद्धेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ. समीचीनं भगिनि. समीचीनम् अस्तु. अग्रे रघुपतिमहोदय वदति वा? अस्तु महोदय. श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान् उक्तवान् च. हसन् इदानीं तस्य उत्तरीयस्य अञ्चले अस्ति, बद्धः अस्ति पिशाचः. तं निष्कास्य करतले स्थापयित्वा सा वदति, एषः अस्ति, एष एव क्रोधपिशाचः. एतस्य प्रकृति एतस्य प्रकृति इत्युक्ते स्वभावः. अस्तु स्वभावः एषः अस्ति, स्वभावः एतद् एषः अस्ति. स्वभावः इत्युक्ते पुल्लिङ्गे, पुल्लिङ्ग अस्ति. एषः अस्ति. यदा वयं प्रत्युत्तरं कुर्मः तदा दद्मः दद्मः दद्मः तदा तदा तस्य एतस्य एतस्य शक्तिः वर्धते. एतस्य शक्तिः वर्धते, उग्रताम् अपि उग्रता शक्तिः वर्धते. अतः उग्रः अपि भवति, उग्रः अपि भवति. परन्तु यदा तस्य उपेक्षां वयं कुर्मः तदा सः स्वयमेव दुर्बलः भवति, दुर्बलः भवति, लघुरूपं प्राप्नोति, लघुरूपं धारयति इति वदति. तस्य यदि वयं उपेक्षाम् उपेक्षाम् इत्युक्ते अवगमनम् अवगणनम् अवगणनं कुर्मः चेत् अवगणनं कुर्मः चेत् तस्य बलः शक्तिः न्यूना भवति अपि रूपमपि आकारः अपि लघु भवति इति वदति क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ सात्यकी बलरामो सात्यकी बलरामौ. समीचीनं महोदय, अस्तु धन्यवादः. अस्तु समीचीनम् अस्ति. इदानीं कथायाः अवगमनं जातम् इति मन्ये, अतः इदानीं तत्र अभ्यासं कर्तुं शक्नुमः इति मन्ये, खलु? अस्तु, तत्र प्रश्नः अस्ति वा कथायाः विषये? एकः प्रश्नः अस्ति महोदय. अत्र पिशाचस्य नाम न अस्ति, पिशाचः न जानाति श्रीकृष्णः एव इति न महोदय? सत्यं सत्यं, हा सत्यं, सः सः श्रीकृष्णः इति पिशाचः न जानाति. सत्यं सत्यं. किं युद्धं करोति लैक् तस्य स्वभावः अस्ति क्रोधस्य स्वभावः अस्ति युद्ध एव. अतः तत्र प्रायशः एषा कथा किं महाभारते महाभारतस्य कथा इति अहं न तस्य विषये मम विश्वासः नास्ति, किन्तु कथा तु समीचीना एव अस्ति खलु. तत्र किं यदि वयं नीति कथा अस्ति, तत्र अन्य कोऽपि वदति वा नीति कीदृशनीति कथायाः किं वयं अवगन्तुं शक्नुमः? जीवने किं करणीयम् इति किमपि अवगन्तुं शक्नुमः वा अत्र कथां श्रुत्वा? कस्यापि विषये क्रोधं न प्रदर्शनीयं प्रदर्शनीयम् अपि प्रदर्शनीयं. हा, सज्जनः अस्ति दुर्जनः अस्ति चेत् किं करणीयं? दुर्जनः कोऽपि वदति किमपि वदति, तस्य प्रत्युत्तरं न दातव्यं न दातव्यं. तत्र नीतिकथा इति चिन्तयितुं शक्नुमः. एतत् वस्तुतः महाभारतस्य कथा इति न अङ्गीकरणीयम् इति मन्ये इति मम चिन्तनम्. अस्तु, श्रीप्रिया भगिनी नमस्कारः. नमस्कारः महोदय, क्षम्यताम्. हा, चिन्ता मास्तु भगिनि. हा, अस्तु, इदानीं प्रथम अभ्यास. अन्य कोऽपि प्रश्नः अस्ति वा कथायाः विषये? अस्तु तर्हि, प्रथम अभ्यासः कर्तुं शक्नुमः इति मन्ये. तत्र मधुसूदन महोदय आरम्भं करोति वा तत्र? अहं महोदय, परन्तु अहं कथां न श्रुतवन्तः. न श्रुतवान् वा? अस्तु अस्तु अस्तु तर्हि अस्तु तर्हि अस्तु अस्तु अस्तु तर्हि प्रयत्नं करोमि. न न न, कथा न श्रुतवान् तत्र. अस्तु, किं कोऽपि कथां कथायाः वर्णनं करोति वा? वाक्यद्वयं वाक्यत्रयं किं किम् इति. श्रीकृष्णबलरामसात्यकी ते वनविहारं यदा गतवन्तः तदा मार्गभ्रष्टः जातः. ते एकस्य वृक्षस्य अधः निदितवन्तः. तेषां एकस्य यदा द्वौ निद्रां कुरुतः तदा एकः तेषां रक्षणं करणीयम् इति. प्रथमं तु सात्यकेः पर्यायः आसीत्, तदा एकः पिशाच आगत्य मल्लयुद्धं सात्यकी सात्यकीं सात्यकीं मल्लयुद्धार्थं सात्विकी सा युद्धं करोति, सात्विकी पराजितः भवति, अनन्तरं बलरामस्य पर्याये सा पराजितभूत शान्तः भूत्वा सा निद्रा सा अपि निद्रां करोति. द्वितीयपर्याय बलरामस्य सः अपि तदेव स्थितिं प्राप्नोति, गतिं प्राप्नोति. कृष्णस्य यदा कृष्णस्य पर्यायः भवति तदा कृष्णः तस्य क्रोधपिशाचेन सह हसन् युद्धं करोति, सः किमपि प्रत्युत्तरं न ददाति. तदा क्रोधपिशाचस्य शक्तिर्दुर्बला जाता, तस्य शरीरस्य आकारः अपि न्यूना लघु जातं. तदा सः कृष्णः क्रोधपिशाचं गृहीत्वा तस्य अञ्चले बध्नाति. अनन्तरं यदा प्रातः भवति तदा कृष्णः वदति एषः क्रोधपिशाचः अस्ति, यदा वयं प्रत्युत्तरं ददामः तदा तस्य शक्तिः वर्धते, दद्मः तदा तस्य शक्तिः वर्धते. किन्तु उपेक्षा कुर्मः चेत् तस्य सः स्वयमेव दुर्बलः भवति, वयं तं पराजयितुं शक्नुमः इति वदति. धन्यवादः महोदय, बहु समीचीनमस्ति. बहु समीचीनमस्ति, धन्यवादः. मधुसूदन महोदय अवगतवान् वा? किञ्चित् महोदय, प्रयत्नं करोमि. धन्यवादः. प्रथमपर्याये कः रक्षणं कृतवान्? पुटसङ्ख्या 87 मध्ये द्वितीयपरिच्छेदे अस्ति प्रथमपर्यायः. प्रथमपर्यायः सात्यकेः आसीत्, अतः प्रथमपर्यायः सात्यकिः. सात्यकिः रक्षणं कृतवान्. हा समीचीनं महोदय. हा सात्यकिः प्रथमं रक्षणं, प्रथमपर्याये सात्यकिः रक्षणं कृतवान्. समीचीनं महोदय, अस्तु. श्रीप्रिया भगिनी अग्रिमं करोति वा? कः मल्लयुद्धार्थम् आहूतवान्? वृक्षतः एकः पिशाचः मल्लयुद्धार्थम् आहूतवान्. हा वृक्षतः तत्र क्रोधपिशाचः तत्र मल्लयुद्धार्थम् आहूतवान्. समीचीनं भगिनि, हा समीचीनम्, अस्तु. अग्रे भानुचेतनी महोदय. हरि ओं महोदय, तृतीयबिन्दु पिशाचः किम् उक्तवान्? पिशाचः किमपि उक्तवान् महोदय, किमपि उक्तवान् वा? उक्तवान्, बहु किमपि उक्तवान् सः. एकवचनानि उक्तवान्. हा तत्र किम् उक्तवान् इति न जानीमः, किन्तु सः बहु किमपि उक्तवान् इति जानीमः. कटुवचनानि सः कटुवचनानि उक्तवान्. समीचीनं महोदय, अस्तु. हा अग्रे उषा भगिनी. बलरामः प्रहरान्ते किं कृतवान्? बलरामः प्रहरान्ते निद्रां कृतवान्. निद्रां कृतवान्, समीचीनम्. हा अस्तु, शुभा भगिनी अग्रे. कस्मिन् पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्? तृतीयपर्याये श्रीकृष्णः सुरक्षिणानिमित्तम् आगतवान्। हा तृतीये इति तृतीयः पर्यायः तृतीये तृतीये पर्याये अतः यत् तृतीये पर्याये समीचीनं भगिनि समीचीनं भगिनि हा अस्तु ध्वनिः अस्ति महोदय बेक्ग्रौण्ड् मध्ये ध्वनिः अस्ति अत्र न जानामि श्रीप्रिया भगिनी अस्तु अस्तु इदानीं अस्तु इदानीं कः वंशीसुधा भगिनी वक्तुम् इच्छति वा वक्तुं शक्नोति वा अस्तु प्रायशः सा इदानीं न आगतवती अस्तु रघुपतिमहोदय भवान् वदतु अस्तु महोदय पिशाच किम् उक्तवान् कस्मिन् पर्याये तद् तत् कृतम् कृष्णः कृष्णः पिशाचं कुत्र बद्धवान् कृष्णः पिशाचं तस्य उत्तरीयस्य अञ्चले बद्धवान् हा तस्य उत्तरीयस्य अञ्चले बद्धवान् समीचीनं महोदय अस्तु नमस्कारः महोदय जयन्त् महोदय नमस्कारः तत्र सङ्ख्या 88 मध्ये स्मः अस्तु पुनः मधुसूदन महोदय अन्तिमं सप्तमम् अत्र मल्लयुद्धं वर्णान् मल्लयुद्धस्य वर्णान् कौ कृतवन्तौ वर्णनं कौ कृतवन्तौ मल्लयुद्धार्थं मल्लयुद्धस्य अस्तु अस्तु महोदय चिन्ता मास्तु अस्तु तत्र शुभा भगिनी वदति वा आं महोदय मल्लयुद्धस्य वर्णनं कौ कृतवन्तौ मल्लयुद्धस्य वर्णनं सात्यकिः बलरामः कृतवन्तौ समीचीनं भगिनि मधुसूदन महोदय अन्तिमपरिच्छेदे एतदस्ति अस्तु इदानीम् अग्रे गच्छामः तत्र बालचेतनी महोदय अग्रिम अभ्यासः अग्रिमे पुटे त्रयः एतेषाम् उत्तराणां प्रश्ननिर्माणं कुरुत प्रश्ननिर्माणं त्रयः उत्तराणाम् उत्तराणाम् इत्युक्ते विभक्ति का षष्टिविभक्ति बहुवचनं षष्टिविभक्ति बहुवचनं तेषां प्रश्ननिर्माणं त्रयः निबिडं वनं प्रविष्टवन्तः त्रयः कीदृशवनं प्रविष्टवन्तः समीचीनं तद् तत्तु भवति अन्य कोऽपि प्रश्नः तत्र भवति वा कति जनाः निबिडं वनं प्रविष्टवन्तः कति जनाः अस्तु हा के निबिडं वनं प्रविष्टवन्तः अपि भवति वा अत्र तदपि भवति प्रविष्टवन्तः किं प्रविष्टवन्तः इति अतः तत्र बहु किमपि प्रष्टुं शक्नुमः तत्र एकमेकं स्वीकुर्मः तावदेव किन्तु मनसि भवेत् तत्र प्रश्ननिर्माणम् इत्युक्ते तत्र केवलम् एकः एव प्रश्नः स्यात् इति नास्ति तावदेव अस्तु कुत्र प्रविष्टवन्तः इति तदपि सत्यं भगिनि अस्तु उषा भगिनी अग्रे सात्यकीः प्रथमः प्रहरी सन् स्थितः सात्यकीः कः प्रथमः प्रहरी सन् स्थितः हा समीचीनं तद् बहु समीचीनमस्ति अस्तु रघुपतिमहोदय पिशाचः मल्लयुद्धार्थम् आहूतवान् कः मल्लयुद्धम् आहूतवान् मल्लयुद्धार्थम् अथवा पिशाचः किमर्थम् आहूतवान् समीचीनम् अथवा पिशाचः किं कृतवान् आमां तत्र बहु किमपि प्रष्टुं शक्नुमः अस्तु समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनी वदति वा आं महोदय कृष्णः कथं युद्धम् आरब्धवान्? कृष्णः कथं युद्धम् आरब्धवान्? समीचीनं भगिनि. अथवा कः हसन् युद्धम् आरब्धवान्? समीचीनं भगिनि, समीचीनम् अस्तु. अग्रे कः शुभा भगिनी अग्रे वदति वा? आं महोदय. कृष्णः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान्. कृष्णः पिशाचं कुत्र बद्धवान्? अथवा कः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान्? अथवा कृष्णः कम् उत्तरीयस्य अञ्चले बद्धवान्? समीचीनं भगिनि, समीचीनम् अस्तु. गीताञ्जलि भगिनी नमस्कारः. नमस्कारः महोदय, क्षम्यतां महोदय, भगिनी कथं कथाम् अवगतवती वा भवती? आं महोदय. अस्तु, अन्तिमं करोति वा तत्र? कृष्णः पिशाचम् अञ्चलतः निष्कासितवान्. कः पिशाचम् अञ्चलतः निष्कासितवान्? समीचीनं. कृष्णः कम् अञ्चलतः निष्कासितवान्? समीचीनं भगिनि, समीचीनम् अस्तु. अस्तु तर्हि कुतः अपि महोदय, कृष्णः पिशाचं कुतः? समीचीनं, कुतः तत्र अञ्चलतः इति विभक्ति का कोऽपि वदति वा? पञ्चमी, पञ्चमी, समीचीनं. अस्तु अस्तु तर्हि अग्रे कः गीताञ्जलि भगिनी भवती एव आरम्भं करोति वा अग्रिमम्? आं महोदय. असमानार्थक थकं शब्दं विचिनुत. श्रीकृष्णः अच्युतः गुडाकेशः वार्ष्णेयः ऋषिकेशः. श्रीकृष्णः अच्युतः अपि च ऋषिकेशः अपि च वार्ष्णेयः अथवा गुडाकेशः असमानार्थकं शब्दं. न, तत्र केवलम् एकं शब्दम् इति मन्ये खलु तत्र असमानार्थकपदम्? आम्, गुडाकेश एव. गुडाकेश एव. अर्जुनः गुडाकेशः. सत्यं सत्यं भगिनि, अस्तु, समीचीनं. अस्तु अग्रे जयन्त महोदय अग्रिमं करोति वा तत्र? आं महोदय. मार्गः अयनं प्रगतिः मार्गः प्रगति अस्ति. अयनम् इत्युक्ते किं महोदय? अयनम् इत्युक्ते मिररात् मार्ग एव रामस्य अयनं, रामायणं. अस्तु अस्तु. श्रुतिः इति एतत् श्रुतिः, श्रुतिः न श्रुतिः, श्रुतिः श्रुतिः श्रुतिः श्रुतिः श्रुतिः असमान अर्थम् इति अहं चिन्तयामि. अन्य कोऽपि वक्तुम् इच्छति वा? प्रगतिः अस्ति महोदय, प्रगतिः असमान अयनम् इत्युक्ते मार्गः, वर्त्म अपि मार्गः, श्रुतिः अपि मार्गः. प्रगति इत्युक्ते प्रोग्रेस्. अस्तु, तत्र एतद् यः विषयः अस्मिन् अध्याये आसीत् सः विषयः अत्र नास्ति, किन्तु केवलम् अभ्यासार्थम् एतत् कुर्मः. जयन्त महोदय, अतः यदि न जानाति चेत् चिन्ता मास्तु. तत्र केवलं तत्र एकम् अभ्यासः अस्ति तावदेव. अस्तु अग्रिमं तत्र उषा भगिनी अग्रिमं करोति वा? युद्धम् आनकः आहवः सङ्ग्रामः युद्ध आनकः अस्ति महोदय आनकः इत्युक्ते आनकः इत्युक्ते ड्रम् लैक् अस्तु आहवः सङ्ग्रामः पणवानकगोमुखाः इति तत्र भगवद्गीतायाम् अस्ति आहवः सङ्ग्रामः युद्ध अपि वा युद्धमेव अस्ति महोदय युद्धमेव अस्तु सरि समीचीनं भगिनि अस्तु अग्रे रघुपतिमहोदय शरीरं तनुः कलेवरं देहः ततम् इति मन्ये अहं न जानामि ततम् इति किम् अस्ति इति तनुः जानीमः तनु शरीरमेव कलेवरम् इति डेड् बाडि देहः इति अस्ति शरीरमेव ततम् इति ततम् इत्युक्ते किं कोऽपि जानाति वा संस्कृत डिक्शनरि मध्ये न अस्ति महोदय अस्तु महोदय संस्कृत डिक्शनरि महोदय संस्कृत डिक्शनरि अस्ति ततम् इत्युक्ते सच् एस् सच् अ वन् देट् वन् जस्ट् वन् जस्ट् देट् ऐ ट्रैड् ऐ कुडन्ट् फैण्ड् महोदय ततम् अस्तु एड्जेक्टिव् अब्जेक्टिव् अस्ति अस्तु भगिनि धन्यवादः ततम् इति जानामि सच् अ वन् देट् वन् जस्ट् देट् ततम ततम् अस्तु ततं न महोदय ततम विशेषणम् अस्ति चेत् एतत् नपुंसकलिङ्गरूपं कथम ततम इति अस्ति अत्र हलन्त अस्ति ततम् अस्ति कथम तदा भवति एक कथम इत्युक्ते विच् वन् इति कथम इत्युक्ते एमङ्ग् देम् वन् इति तत् अस्ति अस्तु कथम् इत्युक्ते विच् वन् महोदय तत् प्रत्यय तद् तद् योग डमच् इति प्रत्यय अस्ति न न कथमः कथमः तम तम तम भवति कथम ततम इति भवति तत् अन्य अस्तु शरीरं नास्ति अत्र अस्तु अग्रे इन्स्ट्रुमेण्ट् अस्ति किमस्ति एनि स्ट्रिङ्ग् इन्स्ट्रुमेण्ट् स्ट्रिङ्ग् इन्स्ट्रुमेण्ट् धन्यवादः ततम् इत्युक्ते स्ट्रिङ्ग् इन्स्ट्रुमेण्ट् अस्तु समीचीनं धन्यवादः शरीरं नास्ति अस्तु अस्तु अग्रे भानुचित्रि महोदय तदपि शरीरम् इदानीं किं कुर्मः तत्र अतः अभ्यासे किं कुर्मः यः लिखितवान् तं पृच्छामः वा भोः भवान् किं चिन्तितवान् इति अस्तु चिन्ता मास्तु भगिनि वंशिष्यतु भगिनि नमस्कारः भगवद्गीता अष्टादश अध्याये षट्चत्वारिंशत् श्लोके ततम् इति अस्ति महोदय इत्युक्ते ततम् इत्युक्ते पर्वेडिङ्ग् इति अहं जानामि परन्तु अहं यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् षट्चत्वारिंशत् स्तोत्रे अस्ति तत् स्तोत्रे यत् वदति फ्रम् हूम् आल् द ओरिजिन्स् हेव् आल् द बीङ्ग्स् हेव् ओरिजिनेटेड् तत् अहं जानामि दिस् इस् वाट् इट् इस् सेस् ऐ मीन् आङ्ग्लभाषा अहं अस्तु अस्तु अस्तु तद् तद् तत् तत्र एव चिन्तयामि इदानीं ततं ततम् इति तद् तद्रूपस्य तस्य प्रातिपदिकं बहु अस्ति इति चिन्तयामि तद् अस्तु अतः ततम् इत्युक्ते मूलम् इति तादृशार्थे इति वा सर्वस्य मूलम् इति तादृशार्थे अस्तु समीचीनं भगिनि धन्यवादः अस्तु भगिनि भवती एव अन्तिमं करोतु तत्र अग्रिमं मित्रं मित्रम् इति क्षम्यतां मित्रं सुहृत् सहायकः, सखा इति मित्रमस्ति, सुहृत् अपि मित्ररूपम् अस्ति, सहायः अपि अस्ति, शुचिः इति असमानार्थकशब्दः. समीचीनं भगिनि. अस्तु अस्तु बाणचितिनी महोदय. अस्तु हा अस्तु महोदय, भवान् अग्रिमं करोतु महोदय. तत्र सैन्यं सेना अनेकं चमूः कृषिकम् अनेकम् अनेकम् अनेकम् इत्युक्ते तदपि सैन्यमेव महोदय. पाण्डवानेकम् अतः तत्र किं सैन्यं सेना अस्ति, चमु अपि सैन्यमेव अस्ति. कृषिकम् इति असमानार्थकशब्दं महोदय. कृषिकम् अस्तु. सर्वे अङ्गीकुर्वन्ति वा? आं महोदय. अस्तु अस्तु तर्हि अस्तु तर्हि अन्तिमं तत्र अन्तिमं अत्र अस्ति. तत् किमस्ति पुरतः चिह्नं लिखतः. अस्तु तत्र प्रायशः तत्र किं किमपि अस्ति वा शुद्धम् अशुद्धं वाक्यं पश्यामः. अस्तु तर्हि तत्र श्रीप्रिया भगिनी तत्र अग्रिमम् अभ्यासम् आरम्भं करोति वा तत्र? आम् महोदय. शुद्धवाक्यानां पुरतः चिह्नं लिखत. एकदा श्रीकृष्णः, अर्जुनः, सात्यकिः च वनविहारार्थं गतवन्तः. सत्यं सत्यम्. अस्तु समीचीनं. हा अस्तु अग्रे गीताञ्जलि भगिनी. रात्रौ रक्षणार्थं त्रयः उपविष्टवन्तः. अपि सत्यं. नास्ति, एक एव. किन्तु रात्रौ अस्तु अस्तु तत्र हा एतत् वक्तुं शक्नुमः, विपरीतमपि वक्तुं. हा एकं प्रहरं एकमेकं प्रहरं किन्तु जागृतवन्तः. जागृतं यदि वाक्यप्रहरे रक्षणार्थं त्रयः उपविष्टवन्तः तदनन्तरं समीचीनं नास्ति, किन्तु रात्रौ रात्रौ एव भवति रक्षणार्थम्. अस्तु रक्षणार्थम् अस्तु तत्र यदि चिन्तयामः सम्पूर्ण रात्रौ रक्षणार्थं त्रयः अपि उपविष्टवन्तः तत्तु समीचीनं नास्ति, किन्तु त्रयः अपि किञ्चित् किञ्चित् समयः किञ्चित् कालम् उपविष्टवन्तः अतः अस्तु सत्यमिति तदपि वक्तुं शक्नुमः. अस्तु रघुपतिमहोदय अग्रे. प्रथमः पर्यायः कृष्णस्य आसीत् अशुद्धं, सात्यकेः आसीत् सात्यकेः भगिनी अग्रे. पिश्चाचः मल्लयुद्धार्थम् आहूतवान्. सत्यमस्ति महोदय. सत्यमस्ति. शुभा भगिनी. कृष्णः पिशाचं वृक्षे बद्धवान्. असत्यं महोदय. कृष्णः पिशाचं कुत्र बद्धवान्? उत्तरीयस्य अञ्चले बद्धवान्. उत्तरीयस्य अञ्चले बद्धवान्. समीचीनं भगिनि. अस्तु वंशीसुधा भगिनि. अस्तु अस्तु अस्तु भगिनि. हा हा हा अस्तु. हा बालचेतनि महोदय. क्रोधपिशाचस्य प्रकृतिः एषा अपेक्षया क्षीणः भवति. सत्यमिति भाति महोदय. अपेक्षणं यदि उपेक्षां कुर्मः तर्हि तस्य दुर्बलः भवति. क्षीणः महोदय. क्षीणः क्षीणः इत्युक्ते क्षयः न्यूनः भवति. अस्तु उपेक्षया उपेक्षा उपेक्षा इति अवगणनं डिस्रिगार्ड्. महोदय अत्र क्रोधपिशाचश्च प्रकृतिः एषा उपेक्षया क्षीणा भवति इति अस्ति न एषा उपेक्षया नास्ति तत्र एषा अस्ति क्रोधपिशाचस्य प्रकृतिः प्रकृतिः एषा अस्ति उपेक्षया क्षीणः भवति तत्र अस्तु एषा सा उपेक्षया क्षीणः भवति इति तत्र किन्तु प्रकृतिः एषा अस्ति अथवा तदपि भवितुम् अर्हति न प्रकृति एष इत्तम इत्तमस्ति अथवा एष प्रकृति एषा अस्ति उपेक्षया क्षीणा भवति तत्र तत्र एषा इत्युक्ते तत्र प्रकृतिः एव तत्र क्षीणः इति तत्र मम किञ्चित् मनसि क्लेशः अस्ति तत्र प्रकृतिः तु किन्तु प्रकृतिः स्त्रीलिङ्गपदम् अस्ति वा अथवा किमर्थं क्षीणा इति श्रुणोति क्षीणा अपि स्त्रीलिङ्ग अत्र महोदय क्षीणः इति अस्ति खलु क्षीणा इति अस्ति वा अस्तु अस्तु मम पुस्तके क्षीणः इति अस्ति अस्तु प्रायशः प्राचीनपुस्तकम् इति मन्ये अस्तु अस्तु तर्हि अस्तु अग्रिम अत्र महोदय अत्र क्रोधः क्षीणः भवति इति भवितुम् अर्हति क्रोधः पिशाचस्य प्रकृतिः अस्ति तत् क्षीणः भवति उपेक्षया इति भवति वा इति मन्ये महोदय तत्र किमर्थं तत्र क्रोधपिशाचः इति एव संयुक्तपदम् अस्ति तत्र आमां तत्र केवलं प्रकृतिः इति एव तत्र दर्शितमस्ति खलु तत्र अतः प्रकृतिः एषा इति अस्तु तर्हि अग्रे गच्छामः तत्र विषयः इदानीं विषयः कः इत्युक्ते पूर्वं यदा वयं लङ्लकारस्य रूपं दृष्टवन्तः तत्र प्रायशः सर्वत्र न किन्तु बहुत्र तत्र कीदृशक्रियापदम् अथवा धातुं दृष्टवन्तः इत्युक्ते उपसर्गरहितधातुं तस्य रूपं लङ्लकाररूपं दृष्टवन्तः इदानीम् उपसर्ग अस्ति चेत् रूपं कीदृशम् उपसर्गस्य उपसर्गसहित क्रियापदमस्ति चेत् तस्य लकारः तस्य लकारस्य निर्माणं कथं भवति इति इदानीं सः एव विषयः अस्तु अग्रिमाध्याये अस्तु जयन्त् महोदय तत्र पठति वा पुटसङ्ख्या 90 आम् संशयात्मा विनश्यति पश्यत उच्चैः पठत च प्रथमं भ्रीष्मः गच्छति कुन्ती कुन्ती आगच्छति कृष्णः धावति कालयवनः अनुधावति कालयवनः अनुधावति आ योगः गच्छति अनु योगः धावति इति समीचीनं महोदय तत्र गच्छति इति क्रियापदमस्ति गम् धातुः तत्र अन्यत् तेन तत्र उपसर्गं नियोजयित्वा आ इति उपसर्गः उपयुज्य अन्यत् क्रियापदं कर्तुं शक्नुमः आ गच्छति इति अपि धावति इति अस्ति क्रियापदं तत्र उपसर्गः उपसर्गं स्थापयित्वा अनुधावति इति भवति उपसर्गः इत्युक्ते क्रियापदस्य पूर्वं किमपि अस्ति तद् उपसर्गम् उपसर्गः सर्वदा पूर्वं क्रियापदस्य अथवा धातोः पूर्वमेव भवति तत्र क्रियापदं किं किं क्रियापदं तु अस्ति क्रियापदं जानीमः तत्र उपसर्गः अस्ति चेत् किं भवति तत्र अर्थभेदः भवितुं शक्नोति. तत्र गच्छति अस्ति, आ उपसर्ग अस्ति चेत् आगच्छति इति अस्ति. तत्र गच्छति अपि आगच्छति समानार्थकपदं क्रियापदं वा न? तत्र आ इति तस्य योजनेन अर्थभेदः अर्थः भिन्नः अभवत्. अपि धावति इति अस्ति. अनुधावति इत्युक्ते किम् अस्ति? धावति इत्युक्ते धावति रन्निङ्ग् अनुधावति फालोयिङ्ग् रन्निङ्ग् हा इति अनु अनु इत्युक्ते सर्वदा फालो इति तादृश अर्थः अस्ति तत्र. अतः उपसर्गम् उपयुज्य वयं क्रियापदस्य अर्थभेदः कर्तुं शक्नुमः. किन्तु सर्वदा अर्थभेदः अथवा अर्थस्य विपरीतः भवति आ इति योजनेन विपरीतः भवति इति तत् सर्वं सर्वदा तादृशः एव इति न वक्तुं शक्नुमः. तत्र उपसर्गः उपसर्गाः द्वाविंशतिः उपसर्गाः सन्ति इति मन्ये. तदेव तत्र अग्रिमपुटे दत्तमस्ति. तत्र कोऽपि कः रघुपतिमहोदय प्रायशः जानाति तत्र श्लोकः कः इति? उपसर्गस्य श्लोकः भवान् उक्तवान् एकवारम् इति मन्ये. अस्तु, सः प्रायशः आगत्य वदति. तत्र तत्र द्वाविंशति उपसर्गाः सन्ति. पर परा अप् सम् अनु अव निस् निर् दुस् दुर् वि आ नि अदि अपि अति सु उत् अभि प्रति परि उप् इति उप इति. तत्र एकः तत्र सावधानम् आवश्यकं. तत्र अर्थभेदः भवति किन्तु कीदृशः परिवर्तनं भवति इति सर्वदा केवलं दृष्ट्वा न वक्तुं शक्नुमः. अपि अन्यत् अन्यविषयः अत्र अस्ति. तत्र किम् उपसर्गः उपयुज्य तत्र किं भवति? तत्र जयति इति क्रियापदमस्ति. जयति इति कीदृशक्रियापदं? परस्मैपदी क्रियापदम् अथवा आत्मनेपदी क्रियापदं? जयति जयति जयति परस्मैपदी. हा, किन्तु वि इति उपसर्गः तत्र स्थापयामः चेत् तद्भवति विजयते. अतः उपसर्ग तत्र स्थापयामः चेत् आत्मनिपदि धातु परस्मैपदी धातु रूपं धरति. तत्र किमपि न वक्तुं शक्नुमः, एतदेव भवितव्यम् इति. अतः तत्र आत्मनिपदि धातु परस्मैपदी धातु भवति अथवा परस्मैपदी धातु आत्मनिपदी धातु भवति. तत्र रमते इति अस्ति, रमते इति आत्मनिपदी धातु अस्ति. किन्तु वि इति उपसर्ग स्थापयामश्चेत् विरमति इति परस्मैपदी धातु रूपं भवति तत्र. अतः तत्र उपसर्ग अस्ति चेत् बहु किमपि परिवर्तनं भवितुम् अर्हति. किं किं भवति इति सर्वदा एतदेव भवति इति न वक्तुं शक्नुमः. तत्र किन्तु उदाहरणं दृष्ट्वा दृष्ट्वा किञ्चित् अवगन्तुं शक्नुमः इति मन्ये. अत्र अस्माकं विषय अस्माकं विषयः कः इत्युक्ते, तत्र उपसर्गसहित धातुः अस्ति चेत् तस्य लङ्लकाररूपं कथं भवति इति. तदेव अस्माकं विषयः अत्र. अतः तत्र तद् प्रायशः किञ्चित् उपसर्गस्य उपसर्गसहितक्रियापदानि पश्यामः. तदनन्तरं तस्य लङ्लकाररूपं कीदृशमिति पश्यामः. अस्तु, तर्हि तत्र एकमेकं पश्यामः. तत्र मधुसूदन महोदय तत्र वाक्यत्रयं पठति वा? तत्र प्रथम श्लोकं प्राप्तवती वा भवती? अस्तु भगिनि, वदतु भगिनि. प्रपरापसमन्वनिर्दुरभि व्यधि सूदतिनि प्रतिपर्य नवः उप आङ्गिति विंशति रेश सखे उपसर्गगणः कथितः कविना. धन्यवादः भगिनि. हा अस्तु, कुत्र अस्तु महोदय? एतत् पुस्तके नास्ति भगिनी, कुत्र? अहं पूर्वं पठितवती महोदय. पूर्वं पठितवती, अस्तु. हा किन्तु महोदय, अहमपि अन्तर्जाले दृष्टवान् परन्तु न न लभ्यते. अस्तु अस्तु, ग्रूप् मध्ये अस्माकं ग्रूप् गण ग्रूप् अस्ति, तत्र अहं स्थापयति चेत् स्थापितवान् स्थापितवान् अस्ति सहपाठिन इति अस्माकं वाट्सप् गणः अस्ति, तत्र अस्ति. भवतः वाट्सप् गणः अस्ति वा अत्र? अस्माकं अस्तु अस्तु, वंशीसुधा भगिनी कृतवती. अस्तु, समीचीनम्. अस्तु अस्तु अस्तु, अतः एव भवान् ज्ञातवान् सः विलम्बेन आगच्छति इति. अस्तु, अहं चिन्तितवान् महोदय. गूगल् ग्रूप्स् मध्ये अपि स्थापयतु, अहम् अपि ज्ञातुमिच्छामि. अस्तु अस्तु अस्तु, हा अस्तु, तर्हि अतः तत्र श्लोकं हा तत्र अस्ति. अस्तु, जयन्त महोदय समीचीनं वा? भीष्मः गङ्गां दृष्ट्वा आगच्छति. एकलव्यः द्रोणाचार्यं प्रणमति. कृष्णस्य भक्ताः न प्रणश्यन्ति. तत्र तत्र उपसर्गः कः इति तावदेव, तद् वदतु. तत्र प्रथमः भीष्मः गङ्गां दृष्ट्वा आगच्छति, आ इति उपसर्ग. एकलव्यः द्रोणाचार्यं प्रणमति, प्र उपसर्ग इति चिन्तयामि. समीचीनं महोदय. कृष्णस्य भक्ताः न प्रणश्यति, प्रणश्यन्ति, प्र उपयोग नश्यन्ति, प्रणश्यन्ति प्र एव उपसर्ग. समीचीनम्, अस्तु. अग्रे जयन्त महोदय, अग्रे. ओ, भवान् एव पठितवान् खलु? अस्तु अस्तु अस्तु, गीताञ्जलि भगिनी अग्रे. आं महोदय, अग्रिमत्रयं पठतु भगिनि, पठित्वा तत्र उपसर्गः कः इति वदतु. आं महोदय, अर्जुनस्य मुखं परिशुष्यति. परि उपसर्ग अस्ति, परि शुष्यति, परियोगः शुष्यति. कामात् क्रोधः अभिजायते, अत्र अभि उपसर्ग अस्ति, जायते. अपि च आत्मा प्रसादम् अधिगच्छति, अत्र अधि उपसर्ग अस्ति, गच्छति. हा समीचीनम्, हा आत्मा प्रसादम् अधिगच्छति. महोदय, परिशुष्यति अपि च परिशुष्यति किमपि विशेषभेदः नास्ति महोदय? तत्र परि इत्युक्ते वा? परि इत्युक्ते शुष्यति इति वा महोदय? हा तत्र दृष्ट्वा एव वक्तुं शक्नुमः भगिनि. तत्र एतत् नियमाः याः सन्ति, ये सन्ति नियमाः ये सन्ति उपसर्गस्य विषये, तान् एकवारं वदामि. तत्र किम् उपसर्गः कदाचित् धातोः अर्थस्य अर्थः परिवर्तते. तत्र गच्छति, आगच्छति, अथवा वदति अपि प्रतिवदति. तत्र प्रत्युत्तरम् इति जानीमः खलु? आं महोदय. हा, तत्र तादृशप्रति इति अस्ति. तत्र तत्र किम् अर्थः परिवर्तते? तत्र उपसर्गः धातोः अर्थमपि पोषयति, इत्युक्ते स एव अर्थः, किन्तु तत्र एम्फसिस् इति तादृश भवति. वदतु महोदय. एकवार्तिकमस्ति, उपसर्गेण धात्वर्थो बलाद् अन्यत्र नीयते, प्रहार आहार संहार विहार उपहारवत् इति. अर्थः अर्थ इति प्रहार तस्य अर्थ अपि डिफरेंट भवति. अन्य बलः अन्यत्र भेदः भवति, अर्थभेदः भवति. प्रहार प्रहार संहार इति अर्थं विहार उपहार. उपसर्ग चेञ्जस् द मीनिङ्ग् आफ् रूट् फार् एक्साम्पल् भगिनि भगिनि किन्तु तत्र तद् भवति इति तस्य अर्थः कः? सर्वदा भवति इति न, भवितुम् अर्हति, तद् भवितुम् अर्हति इति. तत्र गच्छति आगच्छति जानीमः, तत्र अर्थः अर्थस्य परिवर्तनं भवति. भवत्याः उदाहरणं किं वदतु भगिनि? ध्वनिः अस्ति महोदय तत्र. कुत्र अस्ति तत्र ध्वनिः? हा, इदानीं नास्ति. हा, वदतु. प्रयोगः हृ धातु प्रहार टु स्ट्रैक्, आ योगः हृ धातु हृ आहार टु ईट, सं योगः हृ संहार टु किल, वि योगः हृ विहार टु वाक् फार् प्लेशर, परि योगः हृ परिहार टु वर्ड् आफ्. समीचीनं भगिनि. हा, अस्तु, तत्र अर्थपरिवर्तनं तु भवति. समीचीनं भगिनि. हा, अतः तत्र उपसर्गविषये तत्र अहं केवलं किं नियमद्वयं किमपि उक्तवान्, श्लोकमपि वयं श्रुतवन्तः, किन्तु यदि उपसर्गस्य विषये तत्र उपसर्ग स्थापयामश्चेत् तस्य अर्थपरिवर्तनं कथं भवति इति यदि ज्ञातुम् इच्छन्ति चेत् तत्र बहु किमपि अस्ति. अहम् एकमेव पूर्वं दृष्टवान् तत्र आर्कैव् मध्ये, चारुदेवशास्त्री इति एकं पुस्तकं, तस्य पुस्तकं लभ्यते. तत्र किं सहस्रपुटपुस्तकं, पञ्च फैव् वाल्यूम्स्, उपसर्ग अर्थचन्द्रिका इति. तद्दृष्ट्वा उपसर्ग इति तदेव एकः महान् किं वनं, निबिडं वनं. तत्र सर्वं वयं वक्तुं न शक्नुमः तत्र उपसर्गस्य विषये, तत्र केवलं लघुपरिचयः अत्र. अत्र अन्य श्लोकः अस्ति, धात्वर्थं बाधते कश्चित् कश्चित् तम् अनुवर्तते, विशिनष्टि तमेव अर्थम् उपसर्ग गतिस्त्रिधा इति. त्रिधा गतिः भवति, धात्वर्थ बाधते कश्चित् तम् अनुवर्तते, तत् विशिनष्टि जस्ट् एगेन्स्ट् दट् इति. विशिनष्टि तमेव अर्थम् उपसर्ग गति त्रिधा गति इति श्लोकम् अस्ति. अस्तु अस्तु महोदय, समीचीनम् अस्ति. हा, अतः तत्र किं किं कः उपसर्गः किं करोति इति तत्र किञ्चित् वक्तुं शक्नुमः, किञ्चित् ज्ञातुं शक्नुमः, किन्तु सर्वदा एतदेव भवति इति न वक्तुं शक्नुमः इति मन्ये. तत्र तत्र यदि अन्तर्जाले पश्यन्ति चेत् विकिपीडिया मध्ये अपि दत्तमस्ति उपसर्गविषये किं किम् अस्ति, तस्य सामान्य अर्थः कीदृशपरिवर्तनं तद् भवति इति द्रष्टुं शक्नुवन्ति. अस्तु, किन्तु अत्र अस्माकं विषयः अस्ति, तत्र उपसर्ग अस्ति चेत् तत्र लकारं कथं करणीयम् इति. अतः अहम् एतत् मम चिन्तनम् एतदस्ति इदानीं, तत्र कोष्टकम् अस्ति, कोष्टके अग्रिमपुटे कोष्टकं यदस्ति तत्र कीदृशः उपसर्गाः सन्ति इति द्रष्टुं शक्नुमः, किन्तु वयं किं कुर्मः, अग्रे गच्छामः, तत्र उपसर्गः इति तु जानीमः, तत्र तत्र एतत् नियमाः सन्ति, पुटसङ्ख्या 94 तत्र अस्तु. शुभा भगिनी, शुभा भगिनी, तत्र पुटसङ्ख्या 94 मध्ये तत्र उपसर्गनियमाः इति अस्ति, तद् किञ्चित् पठति वा? आम् महोदय. उपसर्गः धातोः पूर्वं भवति, उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते, कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति, कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति, उपसर्गकारणतः कदाचित् परस्मैपदिधातुः आत्मनेपदिरूपम्, आत्मनेपदिधातुः परस्मैपदिरूपं च प्राप्नोति इति. एषः एते नियमाः, उपसर्गनियमाः. तत्र उपसर्ग अस्ति चेत् तत्र कीदृशपरिवर्तनं भवति, यथा रघुपतिमहोदय उषा भगिनी च उक्तवन्तः, तत्र अर्थपरिवर्तनं भवति अथवा पोषणं भवति इति. अपि अत्र किम् अस्ति, उपसर्ग केवलम् एकः इति न, तत्र उपसर्गद्वयम् उपसर्गत्रयमपि भवितुम् अर्हति तत्र. अपि च उपसर्ग अस्ति चेत् परस्मैपदिधातु आत्मनेपदिधातुरूपं प्राप्नोति, अपि विपरीतमपि भवति. अस्तु, तत्र एतद् प्रथमतया एतद् पश्यामः, तत्र उपसर्ग अस्ति चेत् यत् गच्छति गतवान् इति रूपं यद् जानीमः, तत्र आगच्छति गच्छति गतवान् अस्ति चेत् आगच्छति इति तस्य रूपं किं कीदृशं भवति इति कोऽपि वदति वा? आगतवान् इति, आगतवान् इति अस्ति. अतः तादृशरूपं प्रथमतया वयं तस्य अभ्यासं कुर्मः, तदनन्तरं तत्र तत्र अग्रिमपुटे एतद् दत्तमस्ति, तद् तत् पश्यामः अग्रिम पेज् 96 मध्ये. महोदय, कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति इत्युक्ते द्वि उपसर्गा भवन्ति, त्रयः उपसर्गः अपि भवितुम् अर्हन्ति इति. तत्र एकमेव उदाहरणं, तत्र एकं तु दत्तमस्ति खलु, सम् उत् आ, तत्र अतः उपसर्गम् एकमेव इति न, उपसर्गद्वयं त्रयम् अपि भवितुम् अर्हति तत्र. अस्तु, तत्र अग्रिमपुटे यदस्ति तद् एकवारं पश्यामः, पेज् 96 मध्ये. तत्र श्रीप्रिया भगिनी किञ्चित् पठति वा तत्र? उच्चैः पठथ जानीत च, आगच्छति आयोगः अगच्छत्, लङ्रूपाणि आयोगः अगच्छत् आगच्छत्, तव तु प्रत्ययान्तरूपाणि पुंलिङ्गे आ योगः गतवान् आगतवान्. हा, इदानीं भगिनी तत्र स्त्रीलिङ्गे किं भवति? आगतवती. हा, इति भवति. अस्तु, समीचीनं. हा, अस्तु. अतः एतादृशरूपं यदि कर्तुम् इच्छामः, तत्र गच्छति इति गतवान् इति जानीमः चेत् आगच्छति इति चेत् आगतवान् इति भवति. तत्र प्रत्यागच्छति इति अस्ति चेत् तस्य रूपं पुल्लिङ्गे किं भवति? प्रत्यागतवान् इति भवति. समीचीनं भगिनि. अस्तु, हा, इदानीं बालचेतनी महोदय. आं महोदय, अग्रिमम् आनयति इति. पेज् 96 मध्ये महोदय पेज् 96 महोदय यदस्ति तत् अनन्तरं वा महोदय किं महोदय सूची अनन्तरं वा ऐ एम् नाट् एबल् टु प्रायः अहं न प्रेषितवान् महोदय अहं न प्रेषितवान् तत् पृष्ठसङ्ख्या वाट्सप् मध्ये पेज् 96 पेज् 96 मध्ये तस्य समीपे नास्ति पुस्तकं नास्ति महोदय अहं कानिचन पुटान् अहं वाट्सप् कृतवान् सा न अतः किमस्ति 96 न न तस्य पार्श्वे पुस्तकं नास्ति सः सूचितवान् वाट्सप् मध्ये प्रेषयति 96 अहं न प्रेषितवान् इति अस्तु अस्तु अस्तु अस्तु तर्हि अस्तु वंशीसुध भगिनी तत् पठतु भगिनि आनयति लङ्रूपमस्ति आ योगः आनयत् आनयत् तव तु प्रत्यान्तरूपाणि आ योगः आनीतवान् इति अस्तु तत्र स्त्रीलिङ्गे किं भवति आनीतवती हा अस्तु तत्र कोऽपि क्लेशः अस्ति वा तत्र कवतु प्रत्यन्तरूपं तस्य निर्माण अवसरे यदि यदि यदि नयति इति यदि नीतवान् इति जानीमः तत्र आनयति इति तस्य तव तु रूपं कर्तुं सुलभतया कर्तुं शक्नुमः खलु अस्तु तत्र अस्तु तत्र अग्रे गीता भगिनी परन्तु रूपाणि अर्थः समानः अस्ति वा किं भगिनि तत्र तत्र वयम् अगच्छत् गतवान् इति तत्र किं तत्र भेदः कः तत्रापि तदेव अगच्छत् इति क्रियापदरूपम् अस्ति लकारः अस्ति गतवान् इति विशेषणम् अस्ति तवत् रूपं विशेषणम् अस्ति अतः तस्य गतवान् इति पुल्लिङ्गे अस्ति वचनं भेदः अस्ति पुरुषभेदः अस्ति किन्तु अगच्छत् तत् क्रियापदम् अस्ति तत्र किं लिङ्गभेदः नास्ति लिङ्गभेदः तत्र अगच्छत् इति लिङ्गभेदः नास्ति किन्तु तवत् रूपमध्ये लिङ्गभेदः तु अस्ति तत्र उपसर्गः अस्ति चेत् तत्र कोऽपि किमपि परिवर्तनं न भवति तदेव अत्र एव सा एव स्थितिः अस्तु अग्रे जयन्त् महोदय अग्रे पठति वा तत्र प्रति वदति इति प्रतिवदति प्रतियोगः अवदत् प्रत्यवदत् इति लङ्रूपम् अस्ति प्रतियोगः उदितवान् प्रत्युदितवान् इति तव तु प्रत्यान्तरूपम् अस्ति पुल्लिङ्गरूपम् स्त्रीलिङ्गरूपं किं भवति प्रतियोगः उदितवती प्रत्युदितवती हा समीचीनं महोदय अस्तु हा अतः तव तु रूपं तु समीचीनं तत्र किमपि क्लेशः नास्ति कोऽपि क्लेशः नास्ति तत्र सुलभतया कर्तुं शक्नुमः इदानीं तव तु रूपं सुलभम् अस्ति तत्र मध्ये यत् लङ् रूपम् अस्ति तद् किञ्चित् पश्यामः तत्र किम् अस्ति गच्छति इति लङ् रूपं गच्छति इति क्रियापदस्य लङ् रूपं किम् अस्ति लङ्लकाररूपम् अगच्छत् इति अस्ति इदानीम् आगच्छति इति तस्य लङ्लकाररूपं किम् अस्ति लङ् रूपं किम् अस्ति तत्र किं भवति तत्र नियमः वदामि तत्र क्रियापदे यदि उपसर्ग अस्ति अपि लकारं कर्तुम् इच्छामः, लङ्लकाररूपं कर्तुम् इच्छामः, तत्र प्रथमतया उपसर्गं निष्कासयामः. इत्युक्ते तत्र प्रतिवदति इति अस्ति, चिन्तयतु, तत्र प्रतिवदति इति क्रियापदस्य लङ्लकाररूपं कर्तुम् इच्छामः, प्रति इति उपसर्गः अस्ति, तत् त्यजामः. इदानीं किं क्रियापदं किमस्ति? वदति इति अस्ति, वदति इति अस्ति. इदानीं वदति इति क्रियापदस्य लङ्लकाररूपं कुर्मः, तद्भवति अवदत्. पुनः अवदत् इति कृत्वा पुनः ओ उपसर्ग आसीत् खलु इति चिन्तयित्वा उपसर्गः इदानीं स्थापयामः. अतः किं भवति? प्रतियोगः अवदत्. इदानीं तत् भवति प्रत्यवदत्. अतः कः नियमः अत्र? उपसर्ग अस्ति चेत्, उपसर्गक्रियापदे अस्ति चेत् उपसर्गः त्यक्त्वा लकारं करोतु, तदनन्तरं पुनः उपसर्गं तत्र स्थापयतु. तत्र स्थापनसमये तत्र सन्धिकार्यं किमपि भवति, तत् इदानीं सन्धि कीदृशसन्धि तद् सर्वम् इदानीं मास्तु, किन्तु कीदृशरूपं भवति इति तत्र उदाहरणरूपेण पश्यामः, तस्य अभ्यासं कुर्मः. तदेव अस्ति. अतः तत्र प्रति प्लस् अवदत्, तत्र प्रत्यवदत् इति. तत्र अन्यत् पश्यामः, तत्र किं तादृश इदानीं कार्यं किम् इति अहम् उक्तवान्, तादृशकार्यं किं कार्यम् इति एकमेकं वदन्तु. तत्र प्रायशः उदाहरणद्वयं त्रयं कर्तुं शक्नुमः. रघुपतिमहोदय, तत्र कथं जानीमः कः उपसर्गः कुत्र लेखितुं? हा, उपसर्गतु भगिनि, तत्र वयं दृष्टवन्तः खलु, उपसर्गतु द्वाविंशतिः तावदेव सन्ति महोदय. परन्तु अवदत् इति पदमस्ति, प्रति एव लेखितुं कथं जानीमः वयं? न, तत्र किन्तु क्रियापदम् अस्ति, प्रतिवदति इति क्रियापदम् अस्ति. क्रियापदं दत्तमस्ति, क्रियापदं दत्तमस्ति, प्रतिवदति न दत्तमस्ति चेत् किमपि कार्यं नास्ति तत्र. न दत्तं चेत् सन्तोषेण भवतु, किमपि कार्यं नास्ति. किन्तु यदि प्रतिवदति इति यदि प्रतिवदति इति क्रियापदं दत्तमस्ति चेत्, तस्य लङ्लकाररूपम् अपेक्षितं चेत्, तर्हि तत्र प्रति इति उपसर्ग इति ज्ञात्वा कार्यं करोतु. हा, रघुपतिमहोदय, तत्र किं विलिखति इति प्रश्नः अस्ति महोदय. क्षम्यतां महोदय. प्रतियोगः अवदत्, प्रत्यवदत् सन्धि अस्ति अस्ति अस्ति अस्ति तत्र सन्धि अस्ति, किन्तु तदेव अहम् उक्तवान्. इदानीं सन्धिविषयं मास्तु, केवलम् एतत् जानातु, तत्र ई प्रति इति अन्ते इकारः अस्ति, अवदत् इति तस्य प्रथमवर्णः अ इति अस्ति, प्रति इति अन्तिमवर्णः अस्ति इकारः, इकारः योगः अकारः अस्ति चेत् तत्र यकारः भवति इति. प्रत्यवदत् इति तत् सन्धि अस्ति, तत्र सन्धिकार्यम् अस्ति, किन्तु इदानीं सन्धिविषयः मास्तु इति. हा, किन्तु सन्धि अस्ति तत्र. हा, रघुपतिमहोदय, तत्र विलिखति विलिखति, अत्र वि उपसर्ग, लिखति इत्यस्य लङ्लकाररूपम् अलिखत्, अतः सन्धि भूत्वा व्यलिखत् इति भवति. विलिखितवान्, तत्र सन्धि किमपि नास्ति, विलिखितवान् एव भवति एव अस्ति. हा, समीचीनं. हा, अस्तु. श्रीप्रिया भगिनी, तत्र परिहरति इति परियोगः अहरत् पर्यहरत् परियोगः हृतवान् परिहृतवान्. हा, तत्र परिहरति इति तत्र किं भवति? परि इति उपसर्गः अस्ति, उपसर्ग त्यक्त्वा उपसर्ग त्यजामः चेत् किं भवति क्रियापदम्? लङ्लकाररूपं परिहरति, परिहरति इति क्रियापदे परि इति त्यजामः चेत् किं किं क्रियापदं प्राप्नुमः? लट्लकार हर धातोः न भगिनि भगिनि परिहरति इति क्रियापदमस्ति, तत्र परि इति त्यजामश्चेत् क्रियापदम् इदानीं किम् अस्ति तत्र? हरति, हरति, हा इदानीं हरति इति क्रियापदस्य लङ्लकररूपं किम् अस्ति? अहरत्, अहरत्, हा इदानीं पुनः परि इति स्थापयामश्चेत् किं भवति? परियोगः अहरत् पर्यहरत्, हा समीचीनं भगिनि धन्यवादः, हा समीचीनम् अस्तु परि पर्यर पर्यहरत् पर्यहरत् समीचीनम् अस्तु, हा अस्तु तर्हि हा उषा भगिनि तत्र केवलं निमिषम् एकं निमिषं तत्र पश्यामः तत्र अवलोकते इति तत् अवलोकते अवलोकते तत्र उपसर्ग किम् उपसर्ग किम् अव अस्ति तत् त्यजामश्चेत् किं भवति? लोकते क्रियापदम् लोकते इति क्रियापदस्य लङ्लकाररूपं किम्? लङ्लकाररूपम् अस्ति अलोकत, इदानीं पुनः पुनः उपसर्ग स्थापयामः अवयोगः अलोकत अव अवालोकत, अवालोकत तत्र अव इति अन्ते अकारः अस्ति अलोकत अकारः अस्ति अकारः योगः अकारः आकारः इति भवति अतः अभालोकत इति भवति सत्यं भगिनि अस्तु अवयोगः लोकितवान् अवलोकितवान् तत्र किमपि नास्ति किमपि नास्ति लोकितवान् लोकितवती लोकितवत् अवलोकितवान् अवलोकितवती अवलोकितवत् समीचीनं भगिनि अस्तु अस्तु इदानीं तदेव कार्यम् अग्रिमवर्गे वयं कुर्मः तत्र अनेकानि उदाहरणानि दृष्ट्वा एतत् कार्यं कुर्मः तत्र उपसर्ग अस्ति चेत् लङ्लकाररूपं कथं करणीयं कीदृशं रूपं किं किं तत्र सन्धि अस्ति किन्तु केवलम् उदाहरणं दृष्ट्वा इकारः अस्ति अकारः अस्ति चेत् किं भवति इति तादृश अभ्यासम् अग्रिमवर्गे कुर्मः अस्तु अन्यप्रश्नः अस्ति वा अत्र अस्तु तर्हि विरमामः अग्रिमं वर्गे मिलामः धन्यवादः सर्वेभ्यः नमस्कारः धन्यवादः नमस्कारः